नमस्कारः, स्वागतम्। अद्यतनकरपत्रं कर्मणि भावे च आरम्भतः पुनःस्मरणत्वेन कुर्मः वयम्। अरुणा भगिनी, भवती आरम्भं करोति किं तत्र? अस्मिन् करपत्रे किम् उक्तमस्ति? अत्र तु चुरादिगणे अनन्तरं प्रेरणार्थे निच् इत्यनेन प्रेरणार्थकधातूनामपि, क्षम्यतां, प्रेरणार्थकविषये अपि निच् विधीयते, चुरादिगणेपि निच् विधीयते। तर्हि तदा भाव लटि लोटि लङि विधिलिङि भावकर्मणोः कीदृशी रूपं रूपसाधनार्थं चिन्तनं किं भवति इति एकवारं कृपया वदतु भगिनि। आं पठामि, अहं पश्यामि भगिनि। लिट् लुट् लुट् तदेव भगिनि, लटि लोटि लिट् लुट् लुट् लृङ् आशीर् लिङ्, अहं तु चिन्तितवती पठितवती परिच्छेदः ततः आरभ्य वयं कुर्मः। सार्वदात्तिकीया षष्ट लकार आददातकलकारेषु लिट् लुट् लुट् लृङ् आशीर् लिङ् लुङ् इति यक् प्रत्यय सार्वदातिक यक् प्रत्यय न आगच्छति। सारांशमेव वदामि, सूत्रं पठामि भगिनि, सार्वदातिक यक् इति सूत्रेण यक् न आगच्छति भाववाचक कर्मवाचक विषये, केवलं सार्वजातिकप्रत्यये परे अपि एव आगच्छति ततः। परन्तु भावकर्मणोः इति सूत्रेण तिबाद्य आत्मनेपदिनः भवन्ति, ततः लकाररूपाणि सामान्यतया एव अवशिष्यते, परन्तु चिदातु कर्तृरूपं चेष्यति चेष्यते कर्मणि चेष्यते इति रूपं भवति, तदेव केवलं भेदः नास्ति, रूपम् अत्र यक् न आगच्छति अण्ड् आत्मनेपद प्रत्यय एव योजनं कुर्मः। लिट्लकारे लिट्लकारे कर्तत्रे यस्य धातोः यत् तिङन्तरूपं भवति तस्य दस्य धातोः तदेव तिङन्तरूपं कर्मणि भावे च केवलं भावकर्मणोः इति सूत्रेण तिबादय प्रत्यय विधीयते। अजन्तदातः अपि पठनीयः। आं भगिनि, तत्र इदानीम् अजन्तदातवः हन् ग्रह् द्रश् इति स्वीकुर्मः चेत् तत्र विशेष लिट्लकारस्य अभवत्, लिट्लकारस्य भेदः किमपि नास्ति इति, लुट् लृट् लृङ् आशीर्लिङ् एतेषां कृते खलु, तर्हि चिन्तनं लुट् लुट् लृट् लृङ् आशीर्लिङ् कर्मणि भावे च तत्र किं भवति इत्युक्ते अजन्तदातवः हन् ग्रह् दृश् इति धातुः अस्ति चेत् तत्र विशेषसूत्रम् अस्ति, स्य सिच् सियुट् तासिषु भावकर्मणोः उपदेशेधन ग्रहदृशां च ग्रहदृशां वा चिन्वत् च इति सूत्रम् अस्ति। तत्र स्य इति लृट् लकारस्य प्रत्ययः, सिच् इति लुट् इत्यस्य किल भगिनि, लुट् सियुट् इति लृट् लुङ् विधिलिङ्गि तासिषु इति एव आशीर्लिङ्गि किल, समीचीनम्, अत्र न भवति किल भगिनि, तत्तु सार्वधातुकप्रत्ययः अस्ति किल, सार्वधातुकलकारः अस्ति इत्यनेन लृट् लृङ् द्वयोः, तास् इत्यनेन लुट् लकारस्य, सिच् इत्यनेन लुङ् लकारस्य, लुङ् लकारस्य, समीचीनं। तेषाम् अनन्तरं हन् ग्रह् दृश् इत्येषां धातूनां चिन्वद्भावः विकल्पेन विधीयते भावकर्मणोः तत्र किम् अस्ति इत्युक्ते यदा चिन्वद्भावः भवति तत्र इडागमः अपि भवति इति अस्य सूत्रस्य अर्थः अस्ति. पक्षे चिन्वद्भावः इडागमः, अपक्षे इडागमः यदा सेट् नास्ति धातुः तत्र इडागमः न भवति. चिन्वद्भावः यदा भवति तत्र किं किं भवति इत्युक्ते तत्र णित्वत् अस्ति इति कृत्वा तदनुसृत्य यद् कार्यं धातोः भवति तद्भवति. अचोणिति अतौपदायः इत्यनेन वृद्धिः भवति. अनन्तरम् आतोयुक्चिन्कृतोः इत्यनेन युकागमः भवति. ओहन्तेर्निन्नेषु इत्यनेन हन् धातोः कुत्वं भवति. चिण् चिण्णामुलो दीर्घो अन्यतरस्याम् इत्यनेन मितां विकल्पेन उपधादीर्घः भवति. अपक्षे यस्मिन् चिन्वद्भावः न भवति तत्र आर्धधातुकवलादे यदि धातु चेत् अस्ति तस्य आर्धधातुकवलादे इति अनेन इदागमस्य चिन्तनं कर्तव्यं तत्र इति अस्ति. इदानीं अभ्यासं कुर्मः. चिन्तनं कर्तव्यं, रूपमपि समानं भवति खलु अत्र. अस्माकं सामान्यकार्याणि सन्ति किन्तु केवलं प्रत्ययः आत्मनेपदिप्रत्ययः भवति इति भेदः खलु. तत्र अपि आत्मनेपदि आगच्छति. पक्षे पक्षे किन्तु यत्र चिन्वत् अपक्षे तु सामान्य यत्र कर्तरि यत् रूपमस्ति तदेव रूपं, केवलम् अन्ते आत्मनेपदिप्रत्ययः इति. अस्तु, उदाहरणार्थं पठिष्यति इति कर्तरि, पठिष्यते इति कर्मणि. इदानीम् अजन्ताधातवः ये आकारान्तधातवः यदि वयं स्वीकुर्मः तत्र आकारान्तधातव उदाहरणं पा अस्ति. तत्र पा स्यसिच्छियुतासुष् भावकर्मणो उपदेशे झन् गृहदृशां चाचिन्वत् इच्छ अस्मिन् पायोगस्यते आगच्छति लुट् लकारस्य रूपं सिद्धसिङ्गप्रत्यय. तदनन्तरं इति सूत्रेण इडागम चिन्वद्भावः भवति तत्र इडागमः आगच्छति. पायोग योगस्यते भवति पायुष्यते आदेशक आदेशप्रत्ययो अनेन इकार अस्ति तु सकारस्य शकार भवति. इदानीं पायोग पायिष्यते इति पा इति अस्ति. तदनन्तरं अतोयुक् चिन् कृतो कारणक चिन्वद्भावः भवति इति सूत्रस्य कार्यं भवति. सो आत् इति पा आत् स्थाने युक् आगमः भवति. युक् आगमस्य ककारस्य इति ककार उकारस्य संज्ञा भवति य एव अवशिष्यते. सो पायि भवति पायिष्यते इति रूपम् आगच्छति. अन्यपक्षे यत्र अस्ति तत्र पायोगस्यते आगच्छति. पायोगस्यते यदि आगच्छति तत्र पा केवलं वर्णमेलनं भवति पास्यते इति भवति. पा धातु चेत् नास्ति अत्र इदागमः न भवति यतोहि स्य सकार आर्धधातुकवलादे इति अनेन वल् प्रत्याहारे अस्ति. तदापि धातु अन्यत् अस्ति यतोहि प्रत्यय चेत् अस्ति अनुकूलता नास्ति अत्र केवलं पास्यते वर्णमेलनं भवति इति. तो यदि आकारान्त धातुः अस्ति तत्र चिन्वद्भावः भूत्वा आतो युक् चिन् कृतो इति सूत्रस्य प्रसक्तिः भवति. तद् भवति लिट् लकारे अपि लिङ् लकारे यदि आगच्छति तत्र प्रथमम् अडागम किमपि सूत्रम् अहं विचरामि. लिङ् लुङ् लुक्षो उदात्तस्य अडागम आगच्छति आगच्छति अतः स्य अस्ति तस्य प्रत्ययः अपि अन्यत् अन्यप्रक्रिया समाना अस्ति यथा लुट् लकारे अस्ति. सो पायिष् अपायिष्यत तत्र त आगच्छति पायिष्यत इति आगच्छति तत्र प्रथमं पुरुषे एकवचने अपायिष्यत इति भवति अपक्षे अपास्यत इति भवति साधु अपक्षे अपास्यत. यद् यदि लुट् लकार अस्ति तत्र यदागमचिन्मद् भवति तत्र तास् इति प्रत्ययः अस्ति सिद्धतिङ् प्रत्ययः तस्य सकारस्य लोप भवत् अनुबन्धलोपान्त वा का क्रिया अस्ति अहं न जानामि प्रक्रिया. सो पा योग इडागम आगच्छति पायुग इ योग अपि युक् आगमः भवति. सो पायिता इति भवति तत्र अपक्षे भवति अपक्षे भवति पाता साधु यत्र आशीलिङ्ग् अस्ति सियुट् तत्र पक्षे चिन्वत् यत्र भवति पा योग यकार योग ईकार ईष्ट भवति तत्र. सो पायिष्ट पक्षे भवति पाशिष्ट यकार पायिशिष्ट पाशिष्ट इति खलु पाशिष्ट. धन्यवादः भगिनि. पुनः भगिनि अत्र पादातु पिबति पाने वा पालति इति अर्थं भगिनि. तत्तु द्रष्टव्यम्. अत्र तु किमस्ति अत्र तु अपक्षे इति वयं यत् स्वीकृत्य उक्तवन्तः. वयं तु इडागमः नास्ति इति कृत्वा वयं प्रायः पाने इत्यर्थे वयं दृष्टवन्तः. किन्तु अन्यदपि भवत्या यथा उक्तम् अन्यदपि पादातुः अस्ति रक्षणे इति अस्ति सः अपि अनिर्धातुः एव अस्ति भगिनि. उभयोः अपि रूपं समानं भवति. पादातु प्रति अपि सः न आगच्छति न भगिनि. पादातु पाने पिबति अर्थे पीतः एक इडागम आगच्छति न भगिनि. अत्र न न पा इति पाने इति धातुः अपि अनिर्धातुः अस्ति भगिनि. पास्यति स्मरति खलु लुट्लकारे पास्यति इत्येव लिखामः खलु पायिष्यति इति. तत्र तु इडागमः नास्ति तदा एव. इकारान्तदातवः भगिनि. इकारान्त इकारान्तदातवः अत्रापि शिशु भावकर्मणोरुपदेशे झज्जन्न ग्रहदृशां वा सूत्रेण चिन्वत् पच्छे चिन् दृशां वा चिन्वद्दिच्छा इति सूत्रेण चिन्वद्भाव पच्छे अचोनिनि इति सूत्रेण इकारस्य वृद्धिः भवति. ची योगः ई शते आदेशप्रत्ययो इदं शत्वं भवति. ची इष्यते चे चैष्यते चै योग इष्यते एचो यावयवसूत्रेण आयादेशः भवति. चायिष्यते रूपं भवति. चिन्वद्भाव अपच्छे केवलं गुणः भवति विकारस्य. चेष्यते इति रूपं निष्पन्नं भवति लुट्लकारे. लुङ् लकारे प्रथमं चि योगः अट् आगच्छति, अचि योगः आचिष्यते आचिष्यते इति आचिष्यत आचिष्यत आचायिष्यत खलु अचायिष्यत आचायिष्यत अचेष्यत अचेष्यत लुट्लकारे चाष्यत चायिष्यत चेष्यत न भगिनि अत्र भगिनि छि इति यत् अस्ति तत्र तु चेता इति भवति खलु पक्षे तर्हि चायिता चेता इति ओ चायिता एव समानमस्ति खलु भगिनि पश्यतु तत्र प्रक्रिया तु समाना अस्ति खलु केवलं प्रत्ययः एव विद्यते इति कृत्वा एव समानं दृश्यते आशीर्लिङ्ग् सियुट् आगच्छति शिष्ट इति प्रत्ययः चायिष्ट चेयिष्ट इति चेशिष्ट चेशिष्ट भेदः किमपि नास्ति भगिनि भगिनी महोदयः वर्गे उक्तवान् सर्वे ईकारान्त ईकारान्त धातव अपि अनित् ते सेत् नास्ति केवलं द्वे क्वी क्वी इति धातव अस्ति वा च्वी क्वी अहं न अस्माभिः पठितम् आसीत् अलत्र अलन्त इति किम् इत्युक्ते सर्वे इकारान्तदातवः सर्वे तु किम् अस्ति अनितः सन्ति अत्र श्री इति किम् अस्ति श्रयति इति सेवायां श्रयति अनन्तरं श्री इति चकार अस्ति न तु चकार श्री इति अस्ति आश्रयः इति श्री आगच्छति खलु तदेव अर्थे अर्थेन तालव्यशकार तत्र बोधन्यशकार भवति न आश्रय न न तालव्यशकार तालव्यशकार क्षम्यताम् भगिनि आश्रयः इति आम् तदेव श्रीम् इति दातुः अस्ति श्वी तालव्यशकारः अनन्तरं बकारः इकारः श्वी इति अस्तु तालव्यशकारः बकारः इकारः श्वी इकार द्वितीयधातु द्वे धातु धातोः तदेव श्री इति प्रथमं तु तालव्यशकारः रेपः इकारः तालव्यशकारः वकारः इकारः तालव्यशकार रेफ इकार अनन्तरं तालव्यशकारः बकारः इकारः इकार अस्तु श्री ओके श्री श्रयिता इति भवति लुटि अनन्तरं श्वयिता इति अन्यस्य भवति इका युडागम तथा अन्यस्य अत्र तु ईकारान्तधातूनां धातुद्वयं वर्तते शीङ् डीङ् इति डयत् शीङ् इति स्वप्ने शेते इति तत् भवति शी धातुः अनन्तरं डि इति दयते इत्यस्य डि धातु तस्य अपि इदागम् ते अपि सेत् अस्ति ईकारान्त श्री श्री श्री इति सेत् सन्ति ईकारान्त शीङ् डीङ् ते सेत् सन्ति अस्तु आं भगिनि उकारान्त स उक्तवान् सर्वे उकारान्त धातव सेत् सन्ति विहाय हू धातु अण्डट् अस्ति वदामि भगिनि अहं वदामि तस्य उकारान्तधातूनां षड् धातवः सन्ति ये इडानुकूलाः यु रु नु इति यु रु नु इति त्रीणि स्वीकृतवती किम् अनन्तरं स्नु स्नु इस् नु स्नु इति स्नौति इति क्रियापदम् अनन्तरम् इक् इक् ककारः षकारः उकारः इक्षु इति अनन्तरं इष् ककारः षकारः नकारः उकारः क्ष्णु इति क्ष्णौति इति रूपम् पुनः वदतु वदतु उत अहं लिङ्क् दास्यामि भगिनि अत्र अस्तु अस्तु आन्लैन् मध्ये अस्ति चेत् अहं लिङ्क् अधुना एव दास्यामि अस्ति किं भगिनि अहम् आन्लैन् नास्मि अहं दूरवाण्याम् अस्ति इति तर्हि अहं लिङ्क् प्रेषयिष्यामि अनन्तरम् अस्ति ऊकारान्तधातूनाम् ऊकारान्तधातवः सर्वे तु सेटः सन्ति उदाहरणत्वेन भूधातुः स्वीकुर्मः किन्तु ऊकारान्तदातवः सर्वे तु सेटवः सन्ति तथा एव ऋकारान्तः सर्वे सेटवः सेटः सन्ति ऊकारान्तः ऋकारान्तः द्वयमपि सर्वे दातवः सेटः सन्ति अनन्तरं ऋक ह्रस्व ऋकारान्तदातूनां कृते धातुद्वयं सेट् अस्ति वृ इति वृङ् इति वृणोति इति धातुः अनन्तरं वृङ् इति वृक वृ इति एव वृणोति इति वृणीते वृणोति इति धातुद्वयं वृन् वृन्ति वृ इति एव आगच्छति लौकिकभाषायां किन्तु वृङ् इति प्रथमं वृङ् इति द्वितीयम् अनन्तरं किम् इत्युक्ते किन्तु सर्वे ऋकारान्तदातवः तु ह्रस्व ऋकारान्तदातवः स्य प्रत्यये परे रुद्रनोत्येः इति सूत्रेण इडागमं प्राप्नोति अलिङ्क् अनन्तरं प्रेषयिष्यामि यत्र अत्र चाट् मध्ये ये सन्ति तेषां प्रति अधुना प्रेषितवती अग्रे पश्यामः धन्यवादः धन्यवादः भगिनि अस्तु अग्रे आयाति भगिनि पाठः आं भगिनि उकारान्त ऊकारान्त दातवः तत्र किं भवति इत्युक्ते चिन्वद्भावपक्षे तु अचोनिति इत्यनेन वृद्धिः भवति उदाहरणम् अस्ति हू धातुः तत्र लृट् लकारे हूयोगः स्यते इति प्रथमम् अनन्तरम् अस्माकं चिन्वद्भावसूत्रेण स्यसिच् सियु तासिषु भावकर्मणोरुपदेशे जनग्रहद्र दृशां वा चिन्वत् चिन्वत् च अस्तु इत्यनेन इडागमः भवति चिन्वद्भावः प्रथमं भवति इडागमः अपि भवति हूयोगः इष्यते इदानीम् इकारः इण्कोः इति अस्ति इति कृत्वा षत्वं भवति आदेशप्रत्ययोः इति सूत्रेण हूयोगः इष्यते अचोनिति इत्यनेन वृद्धिकार्यं हु इत्यस्य वृद्धिः उकारस्य वृद्धिः औकारः हौ इष्यते औकारः इकारः अतः एचोयवायावः हाविष्यते इति भवति चिन्वद्भावः यत्र न भवति तत्र तु इडागमः न भवति अस्तु अतः न भवति वा भवति वा भगिनि तदेव मम भ्रमः तत्तु दातुम् अनुसृत्य खलु तदेव हो इति आगच्छति किल धातोः तु तत्र इडागमः नास्ति होष्यते भवति किन्तु यत्र भूधातु गुणः भवति भिन्नकार्यमस्ति खलु गुणः भवति वा ओ सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा उकारस्य ओकारः हो अनन्तरम् अस्माकम् आदेशप्रत्ययोः तु कार्यं करोति एव. इङ्कोः इति इङ् प्रत्याहारस्थवर्णः इति कृत्वा होष्यते इति भवति. होष्यते इति लृट् लकारे, अनन्तरं लुङ् लकारे, लुङ् लकारे हू योगः क्षम्यतां लृट् एव लृङ् वक्तव्यं किल, इष्यते भवति, तत्रापि स्य एव आगच्छति, परन्तु अडागमः भवति. रूपम् आविष्यत इत्युक्ते आविष्यत इति भवति किल, आहाविष्यते, आहाविष्यत इति चिन्वत् पक्षे, आहविष्यथ इति आहाविश् इकारः तु न भवति, आहोष्यत इति अपक्षे. लुटि तु तास् आगच्छति, हन्त इति भवति वा अत्र किम् अस्ति, हुदातु खलु, होता इति भवति खलु, होता हाविता इति एकस्मिन् पक्षे, अन्यस्मिन् पक्षे होता इति, हाविता होता समीचीनम्. अनन्तरं सीयुट् आशीर्लिङ्ग् पक्षे तु हाविशिष्ट इति चिन्वत् पक्षे, अपक्षे च होविशि इकारः तु न आगच्छति, होशिष्ट समीचीनम्. अत्र भूधातोः कृते भू तु इडानुकूलदातुः, भू सर्वे उकारान्तदातुः इडानुकूलः इति कृत्वा एकस्मिन् पक्षे भाविष्यते, अन्यस्मिन् पक्षे भविष्यते इति इडागमः भवति इति कृत्वा, तथा एव अभाविष्यत अभविष्यत, भाविता भविता इति, तथा एव भाविशिष्ट भविशिष्ट इति उपद्वयम्. साधु किम्? आं भगिनि, अग्रे पश्यामः. तर्हि ऋकारान्त ऋकारान्तधातूनां विषये खलु, सरला भगिनि. अस्तु, ऋकारान्तधातु यदि क्रियते वयं स्वीकुर्मः भगिनी, ऋकारान्त यदि दीर्घऋकारान्त भवेत् वा ह्रस्वऋकारान्त, एक प्रक्रिया समाना अस्ति साधु द्वयोः? आम्, अत्र आं प्रक्रिया समाना, आं समाना अस्ति, किन्तु केवलम् एकमेव. अत्रापि किम् इत्युक्ते सामान्यतः सर्वे ऋकारान्तदातवः तु सेटः सन्ति, किन्तु धातुद्वयं विहाय अन्ये सर्वे अनीतः सन्ति इति कृत्वा रूप अन्तिमरूपे तु भेदः भवति. यत्र इदानु यत्र चिन्वद् अभावपक्षे किञ्चित् रूपभेदः भवति. अस्तु, क्रीत् यदि क्रीत् स्वीकुर्मः तत्र लिट् लकारे स्यते आगच्छति, स्य सीच् सियो तासु भावकर्मणो उपदेशे झनग्रहदशां वा चिन्वत् च, बहु कष्टकरम् अस्ति स्मरणार्थं. तत्र इदाग चिन्वद् भवति, तत्र चिन्वद् भूत्वा इदागम आगच्छति, तु क्रियोग ए योग सते आगच्छति, इदानीम् अचोन्यति इति भवति. सूत्रस्य कार्यं भवति कारी वृद्धिः भवति, कारी कारी आगत्य तत्र शते आदेशप्रत्ययं, सो कारिष्यते इति भवति. अपक्षे क्रीधातु क्रियोगस्य ते, किन्तु कृत् घनोस्येति स्य परे अस्ति, अतः तस्य इदागम आगच्छति, सो इति भवति क्रियोग ईकारयोगस्य ते. सो इदानीं कृतस्य गुणं भूत्वा कर् भवति, कर् योग नो कर् साधु करिष्यते इति भवति, करिष्यते तत्र रूपं. इकारः अस्ति तत् सकारस्य षकार भवति आदेशप्रत्ययवर्णने. यदि लुङ् लकार अस्ति तत्र अडागमः भवति तो अकारिष्यत अकारिष्यत अपक्षे. यदि लुत् अस्ति तत्र चिन्वद्भाव भवति किन्तु चिन्वद्भाव भवति तत्र कारिता अस्ति किन्तु अपक्षे इडागमः न भवति कारण कि इडागमः केवलं ऋद्घनोस्य इति सूत्रेण तास्य नास्ति. अत्र तत्र केवलं क्रियोग ता तत्र कर्ता इति भवति कर्ता. उत्तमं भगिनि. यदि आशील किं किं विच् इस् द वन् दट् यु यूस्ड् घृतघनोस्य इति सूत्रम् इदागमः किन्तु यत्र तास् अस्ति लुट् लकारे तत्र तस्य प्रसक्तिः नास्ति तास्य नास्ति. सो केवलं लुट् लकारे लुङ् लकारे तत् सूत्रस्य कार्यं भवति. आशीलिङ्ग तत्रापि इदागमनं भवति कारण कि सियुट् तत्र आगमः अस्ति तत्र सियुट् प्रत्ययः अस्ति परे. सो क्रियकर् इति तस्य गुणं भूत्वा कर् कर् सियु स एव भवति राजु साधु तत्र शि अपि न भवति राजु अत्र कृधातोः अत्र अत्र कृषिष्ट इति एव भवति मन्ये अत्र किमपि सूत्रम् अस्ति. अस्तु अस्तु गुणापि न भवति गुणापि न भवति कारण कोऽपि मध्ये किमपि नास्ति प्रत्ययः इति कृत्वा गुणं भवेत् किन्तु तत् निषिद्धं भवति अन्यसूत्रेण अत्र उष्य इति सूत्रेण. अस्तु अस्तु धातोः परौ लिङ् सचौ आत्मनेपदेषु जलादिकितौ भवतः इत्युक्ते कित् आरोपितं भवति कित्त्वम् आरोपितं भवति इति कृत्वा कार्यगुणः न भवति गुणकार्यं न भवति क्षम्यतां. तर्हि कृषिष्ट इति रूपम् अपक्षे कृषिष्ट अस्तु. सूत्रं किम् अस्ति भगिनि पुनः वदतु. उश्च इति सूत्रं सूत्रसङ्ख्या अस्ति प्रथमाध्यायस्य द्वितीयपादस्य किमस्ति द्वादशसूत्रम्. ओके द्वादशसूत्र अनेन क्रे धातोः लित् अधधातुकप्रत्यये कुत्र क्षम्यता भगिनि टिप्पण्यं नास्ति भगिनि केवलं वदामि केवलं सीयुट् प्रत्यय परे न भवति गुण वा अन्ये अपि सन्ति अत्र किम् उक्तम् इत्युक्ते लिङ्ग् परे अस्ति चेत् लिङ्ग् सो लिङ्ग् मीन्स् यूट् साधु आर् यासूट् अस्ति यासूट् अपि केवलं न केवलं लिङ्ग् सिच् परे सिच् प्रत्ययः ओके अस्तु. तथैव यदि दीर्घरिकारान्तधातुः अस्ति तत्र समानकार्यं भवति यदा वयम् उक्तवन्तः पक्षे इदागमः भवति कारि इति अचोन्यनति इति सूत्रेण सो तारिष्यते अन्यपक्षे भवति इदागम आगच्छति इत् घनोस्य इति सूत्रेण सो तत्र तरिष्यते इति भवति अन्य समान भवति अतारिष्यत अतरिष्यत तारिता अन्य भवति तर्ता साधु तत्र इदागम खलु सर्वे ऋकारान्तदातवः सेतः इति कृत्वा तरिता इति रूपम् ओ नो अपक्षे अपक्षे तरिता इति सर्वे ऋकारान्तधातवः सेतः सन्ति केवलं ऋत् घनो सेत् यत् स्य अस्ति तत्र ह्रस्व ऋकारान्तः नास्ति भगिनि तृ धातोः विषये वदति खलु सर्वे दीर्घ सेत् सन्ति सर्वे दीर्घ ऊकारान्तः सर्वे दीर्घ ऋकारान्तः सेतः सन्ति ओके अस्तु अस्तु तो तत्र तारिता भवति तन्त्र तरिता भवति आशीर्लिङ्ग् भवति तारिशिष्ट वा तत्र अपि तरिशिष्ट अस्तु अत्र हन् धातोः विषये सूत्रे आगच्छति संस्कारे सूत्रे आगच्छति भगिनी इच्छति किं भगिनि वयं तु पुनस्मरणं कुर्मः हन् धातोः विषये चिन्तनं कथं स्यात् इति किं भगिनि हन् धातोः विषये चिन्तनं एकनिमिष करपत्रं वयं न पठामः केवलं पुनस्मरणं कुर्मः एकनिमिष I have to move away from the living room because my husband has the TV on. Okay. All right. Han dhatoh ho hante ninneshu iti sutrena karyam asti atra घकारः आगच्छति एकनिमिष एकनिमिषद्भावपक्षे होहन्ते निर्णेषु इति सूत्रस्य पक्षे चिन्वद्भावस्य पक्षे चिन्वद्भावस्य पक्षे अस्तु अस्तु चिन्वद्भावस्य पक्षे होहन्तेर्निर्णेषु इत्यनेन हन् धातोः कुत्वं घकारः ककारः आगच्छति ऐ मीन् घकारः आगच्छति अत्र हन् स्यते हन् तत् लुट् लुट् लुट् धातुषु स्यते इति आगच्छति स्यसिच् सी इति सूत्रेण सर्वे वदामि या न वदतु स्यसिच्युट् तासिषु भावकर्मणोः उपदेशे जन क्षम्यताम् अज्जन अज्जनगृहदृशाम् अज्जनगृहदृशां वा चिन्वद् इट् च तद्वदति चिन्वद्भावः इडागमः द्वे अपि आगच्छति परन्तु अत्र हकारस्य घकारः आगच्छति आदेशः अस्ति इति वदति अत्र हन्योगः इ स्यते इष्यते इष्यते अस्ति पूर्वे हन्तेर्निर्णेषु इत्यनेन घन् योगः इष्यते परन्तु आदेशप्रत्ययोः इत्यनेन श्यते आगच्छति इष्यते घन् योगः इष्यते घनिष्यते घान् योगम् अत उपादायः इत्यनेन अतः नितिनिति प्रत्यये परे घान् इति घान् योगः इष्यते आगच्छति आकारः आदेशः घानिष्यते इति आगच्छति चिन्वद्भावः न भवति चेत् हनिष्यति, गकारः अपि न आगच्छति, हन् एव तिष्ठति, हनिष्यति. अत्र एकनिमिषः, अत्र इकारः कथम् आयाति? तत्तु धातुः सर्वे हलन्त, अधिकतया हलन्तदातवः चेतवः सन्ति इति कृत्वा इकारः भवति, इकारः भवति. किं सूत्रेण भगिनि? एकसूत्रम् अस्ति न तत्तु? तत्तु आर्धधातुक सेडुवलादेः इत्यनेन, आर्धधातुक सेडुवलादे धातुः अपि प्रत्ययः इदानुकूलः अस्ति इति कृत्वा इकारः भवति. इदानुकूल तद् अस्ति चेत् इदागमः आगच्छति. सूत्रं वदामि या न? अग्रे वदतु भगिनी. हन् योगः लुङ् ऋङ् तत्तु हन् योगः स्या अघानिष्या. अत्र अत्रापि अपि चिन्वद्भावः आगच्छति, घकारः घकारः अघानिष्यता. हन्योगः लुट्, हन्योगः तास्. अन्यस्मिन् पक्षे किं भवति? अघनिष्यत, अहनिष्यत, अहनिष्यत. अत्र घनि घानिता, हनिता अपक्षे. हन्योगः आशीर्लिङ्ग् स्यूट्, हन्योगः स्यूट्. अत्रापि चिन्वद्भावे घकारः अत उपादायः इत्यनेन आकारः गानिशिष्ट हनिशिष्ट. आं भगिनि, उत्तमं भगिनि, समीचीनं भगिनि, धन्यवादः भगिनि. आम् भगिनि, ग्रहधातु, ग्रहधातु अत्र लुट्रकारे स्यासिच्चियुताशिषु अत्र सूत्रे अद्य दत्तं, ततः चिन्वद्भावः भवति. प्रथमः ग्रहधातुः स्यते, इदागमः आदेशप्रत्ययः इष्यते भवति ग्रह्योगात्. तदनन्तरम् अत उपादायः सूत्रेण वृद्धि. प्रश्नः भगिनि, एकप्रश्नः, तत्तु आदेशप्रत्ययोः परे आगच्छति इति वद कोऽपि वर्गे, परन्तु अत्र अत्र पूर्वे लिखितः. आं भगिनि, चिन्ता नास्ति. अत्र तु अस्माकं किमस्ति, अत्र तु किमस्ति, सङ्कर्षः नास्ति खलु, कुत्र लिखामः इति क्लेशः. कुत्र लिखामः, सङ्कर्षः नास्ति, परन्तु तत्तु अन्तसमये श्यते इति उपयुक्तं, न पूर्वे न उपयुक्तम्. ग्रह ग्रह योग इष्यते अत उपादायः इति सूत्रेण नित्य प्रत्ययपरे वृद्धिः भवति, ग्राह् इष्यते. तदनन्तरं चिन्वद्भाव ग्राहिष्यते रूपं भवति, चिन्वद्भाव अपक्षे ग्राहिष्यते दीर्घ ग्राहिष्यते इति रूपं भवति. किमर्थम् इत्युक्ते खलु अतोपदायः कार्यं न करोति, ग्रहीष्यते एव, सम्यक् ग्राहिष्यते न ग्रहीष्यते. निमिषम् अत्र अग्रे पठतु भगिनि, महोदयेन योजितम् अस्माकं कति सप्ताहे प्रश्नः आसीत् खलु. ग्रहे ग्रहे लिटि दीर्घः एकाच् ग्रहोलिटि दीर्घः एकाच् ग्रह धातोः इदागमस्य दीर्घ आदेशः भवति अलिटि विहितस्य इत्यस्य अध्याहारः येन निजन्त ग्राहि धातोः इदागमस्य दीर्घो न स्यात्। ग्रहः पञ्चम्यन्तम्, अलिति सप्तम्यन्तम्, दीर्घः प्रथमान्तम्, त्रिपदमिदं सूत्रम्। आदधातुकस्य इत्वलादेः इत्यस्मात् इत् इत्यस्य अनुवृत्तिः विभक्तिपरिणामं कृत्वा इतः एकाच् उपदेशे अनुदात्तः इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितम् एकाचः ग्रहः अङ्गात् इतः दीर्घः अलिति। सूत्रं वदति ग्रहधातु एकाच् अस्ति, इदागमस्य दीर्घ आदेशः भवति अलिति, लकार लिट्लकार नास्ति चेत् तत् भवति। अहं न अवगतं भगिनि, विहितस्य इत्यस्य अध्याहारः अपि निजन्तग्रहिदातु अत्र दीर्घ इडामगस्य दीर्घः न भवति भगिनि, तदेव दत्तम्। आं भगिनि, यत्र यत्र इडागमः भवति ग्राहिदातुः इडागमस्य दीर्घो न भवति। आम्, अत्र निजन्तस्य तु दीर्घं न भवति इति, अत्र इतः एव इति वदनेन किम् अस्ति, इडागमस्य एव दीर्घत्वं इति, यत्र निच् प्रत्ययः अस्ति तस्य तु दीर्घत्वं न भवति इति उक्तमस्ति। अत्र महोदयेन विहितस्य इति इत्यस्य अर्थः न अवगच्छामि, एकनिमिषं पश्यामि। पुष्पभगिनी, सरला भगिनी, भवत्यौ वर्गे अस्मिन् विषये महोदय उक्तवान् किं विहितस्य इति? न स्मरामि, स्मरामि, एकनिमिषः भगिनि, एकनिमिषः, एकवारं वदिष्य विभक्तिपरिणामं कृत्वा इतः एकाच उपदेशे अनुदात्तात् इत्यस्मात् एकाचः इत्यस्य अनुवृत्तिः, अङ्गस्य एकाचः ग्रहः अङ्गात् इतः दीर्घः अलिति। अलिट् अलिट् अस्ति इति सूचयति इति परे परे परे दृष्ट्वा अत्र प्रश्नः उदेति यत् किमर्थम् अयमेव दीर्घादेशः न भवति, तद् तद् विषयं सूचयति परे परे सूचयति अत्र सूचयति अत्र सूचयति भगिनि भगिनि भवत्याः प्रश्नः किम् अस्ति अत्र विहितस्य इत्यस्मिन् विषये मम संशयः जातः, किन्तु एवं मन्ये अत्र विहितस्य इति अपि अनुवृत्तिः आयाति इति मन्ये खलु, अध्याहारः इति अध्याहारः भवति इति, तर्हि अत्र विहितस्य ग्रहः ग्रहः विहितस्य अङ्गात् इति अस्ति इति मन्ये, विधानं यत्र भवति तस्य एव भवति, केवलं ग्रहविधानस्य एव ग्रहणं भवति, अत्र यच्च निच्च भूत्वा नूतनदातुं यत्र यत्र प्राप्नुमः तत्र अस्य प्रसक्तिः नास्ति। पुनः यत्र इडागमः भवति खलु, निच् प्रत्ययस्य तु अनेकाचः सन्ति इति कृत्वा पुनः तत्र निच् योजयित्वा अनन्तरम् इडागमः भवति, तस्य तु तत्र तु न भवति। उदाहरणार्थं ग्राहीयोगः इडागमः प्लस् इष्यते इति भवति खलु, लिट् लकारे निजन्तदातोः प्रेरणार्थे प्रेरणार्थकनिजन्तदातोः लकाररूपसाधनं, तस्मिन् समये ग्राही प्लस् इ प्लस् इष्यते इत्यस्मिन् इडागमस्य दीर्घत्वं न भवति। प्रकृतस्य एव अत्र अध्याहारः इत्युक्ते अनुवृत्तिः रूपेण आगच्छति इति एव भगिनि, किन्तु अध्याहारः इत्युक्ते अनुवृत्तिं भूत्वा अत्र सिद्धान्तकौमुदीवाक्यमस्ति, एकाचो ग्रहेः विहितस्य इतो दीर्घः स्यात् न तु लिटि इति, तर्हि विहितस्य इति अनुवृत्तिरूपेण स्वीकृतमस्ति। अन्यस्मिन् सूत्रात् पूर्वस्मात् कुत्रचित् अस्ति इति मन्ये. कदाचित् प्लुतमण्डूकः इति वदन्ति खलु, किमस्ति अनेकत्र अनुवृत्तिः न भवति किन्तु कुत्रचित् तस्य अनुवृत्तिः भवति, एकस्य वाक्यस्य प्रायः तथा भवति इति मन्ये. तर्हि तथा ग्रहविहितस्य इति केस् साक्षात् ग्रहविहितः भवति चेदेव अत्र यत्र इडागमः भवति इडागमस्य दीर्घत्वं भवति. किन्तु यत्र निच् भूत्वा यस्य नूतनधातुः अस्ति ग्रह अनन्तरं निच्छपि अस्ति चेत् तत्र तु इडागमस्य दीर्घत्वं न भवति इति. अस्यैव पृथक्तया अत्र पुनः अग्रे अपि अस्ति, पठति किं भगिनी? अत्र प्रश्नः उदेति. आं भगिनि, अत्र प्रश्न उदेति यत् किमर्थम् अयमेव दीर्घादेशः न भवति चिन्वद्भावपक्षे. सूत्रेण केवलम् उक्तम् अलिति, अतः लिट् विहाय अन्यत्र सर्वत्र भवेत् किल. अत्र ग्रहधातोः वातोपदायः इत्यनेन ग्राहु भवति, किन्तु ग्रहधातुः एव अस्ति खलु इति कृत्वा तस्य इडागमस्य किमर्थं दीर्घत्वं न भवति, ग्राहीष्यते इति किमर्थं न भवति चिन्वद्भावपक्षे इति प्रश्नः. चिन्वत् अभावे तु ग्रहीष्यते इति सत्यं, किन्तु चिन्वद्भावः यत्र भवति तत्र किमर्थं ग्राहीष्यते इति न भवति इति तस्य अग्रे उक्तमस्ति. न्यासव्याख्यायां दत्तमस्ति यत् ग्राहिता ग्राहिष्यता इत्यत्र कथं चिन्वत् इतो न भवति इत्याह प्रकृतश्चैव इत्यादि. आदुधातुकस्य इति यः प्रकृत इट् तस्य इदं दीर्घत्वं भवति न चिन्वतितः, तस्य अप्रकृतत्वात् चिन्वत् इत्यनेन चिन्वद्भाव अपलक्ष्यते. तत्सा चतसहचरित इट् चिन्वद् इत्युच्यते ग्रहीता इति. अहं न अवगतं भगिनि, भगिनि अत्र ईकारः ईकारः द्वे अपि अस्ति, तत्तु ईकारः कथं नागच्छति इति वदति, तद् न वद आगच्छति इति वद, तत् तद् मया मनसि अस्ति. सम्यक् सरला भगिनि, सम्यक् सरला भगिनि, सम्यक् अस्ति भगिनि. अत्र चिन्वद्भावः यत्र भवति तत्र किमर्थं तत्रापि इडागमः भवति खलु, गृहधातोः अनन्तरम् इडागमः एव अस्ति, तत्र किमर्थं चिन्वद्भावः भवति तत्र इडाग चिन्वद्भावे इडागमः यत्र भवति तस्य इडागमस्य किमर्थम् इकारत्वं दीर्घ इकारः किमर्थं न भवति इति प्रश्नस्य उत्तरमस्ति प्रकृतस्यैव इति न्यासवाक्यायां दत्तमस्ति. इत्युक्ते प्रकृतिः अत्र प्रकृतिः इत्यनेन नेचुरलि अकरिङ्ग् इति, नेचुरलि अकरिङ्ग् इडागमः कुत्र भवति आर्धधातुकस्य इडवलादेः इत्यनेन भवति. तर्हि तादृशसन्दर्भे एव नेचुरलि अकरिङ्ग् इडागमः अस्ति चेदेव दीर्घत्वं प्राप्नोति, इडागमस्य दीर्घत्वं भवति. यत्र अन्याचुरल् रूपेण आरोपितं भूत्वा चिन्वदिच्छ इति चसित्सियुतासिषु इति सूत्रेण वयम् अत्र आरोपयामः खलु, चिन्वद्भावम् आरोपयित्वा इदपि वयम् आरोपयामः. तत्र तु प्रकृतिरूपं प्रकृति इडागमः नास्ति, नेचुरलि अकरिङ्ग् इडागमः नास्ति, आरोपितं भवति इति कृत्वा तत्र न भवति, अस्य सूत्रस्य प्रसक्तिः नास्ति इति. अस्तु, तर्हि ग्राहित इत्येव अस्ति, ग्राहिता इति अस्ति अत्र लुट् लकारे, किन्तु गृहीता इति भवति चिन्वद्भावपक्षे. प्रश्नः अस्ति किम्? अवगतं चेत् सर्वे प्रश्नः अस्ति किम् इति पृष्टवती भगिनि. अवगतं किं महोदयेन यथोक्तम् अवगतं खलु. तर्हि मिचि अपि न भवति, मिच् मध्ये अस्ति इति कृत्वा न भवति. नूतनधातुः अस्ति ग्राहीति, निच् निजन्तधातुः नूतनधातुः अस्ति, गृहधातुः साक्षात् गृहधातुः नास्ति इति कृत्वा तत्रापि न भवति. अन्यथा तु छिन्वद्भावः यत्र भवति छिन्नद्भावेन आरोपितं भूत्वा यत्र इडागमः भवति तत्र इडागमः दीर्घत्वं न भवति. केवलं ग्रहधातोः साक्षात् ग्रहधातुः अस्ति, अनन्तरं प्रकृति इडागमः इत्युक्ते आर्धधातुकस्य इडवलादेः इति सूत्रेण यः इडागमः जातः चेत् तस्य एव दीर्घत्वं भवति. उदाहरणार्थं ग्रहीतुं तुमन् प्रत्ययस्य अपि ग्रहीतुं इति गृहीता इति भवति तृचि प्रत्ययस्य, तत्र सर्वत्र तु भवति एव गृहीत्वा अपि गृहीतुं गृहीत्वा. सत्यं भगिनि, अस्तु. दृश्यधातोः विषये रामप्रिया भगिनी भवति भगिनि हन् ग्रहधातु लृङ्लकार वदामि भगिनि न लुङ् ग्रह्धातु अडागम आगच्छति आग्राहिष्यत अग्राहिष्यत अग्रहीष्यत ग्रही ग्राहित ग्रहीत ग्राहित आशीर्लिङ्ग् ग्राहिशिष्ट ग्रहीशिष्ट इति प्रायः स्यात्. धन्यवादः. त्रिष् धातुः इदानीं तत्रापि चिन्वत् पक्षः अपक्षे इति अस्ति. तत्र दृश्योगः स्यते इति प्रथमं लृट् लकारः. तत्र किं भवति, तत्र विशिष्टसूत्रमस्ति. अस्तु, सृजि दृशो दृशोर्जल्यम् अकिति इति सूत्रमस्ति. तद् वदति यदा सृष् दृष् धातुः ओ तद् अस्तु अस्तु. तत्र दृश्योगः लृट् तत्र किं भवति, दृश्योः स्यते अस्माकं स्यसिच् इति सूत्रेण चिन्वद्भावः विकल्पेन इडागमः भूत्वा दृश्योगः इष्यते आदेशप्रत्ययोः षत्वं दृश् योगः इष्यते. इदानीं तत्र पुगन्तलघुपदस्य च रे अस्तु तस्य इत्यनेन गुणः भूत्वा दर्श्योगः इष्यते उरण्परः. अहमेव उक्तवती दर्श् एव उरण्परः इत्यनेन ऋकारस्य स्थाने अर आदेशः अण् आदेशः सदारपरः इति कृत्वा दर्श्योगः इष्यते दर्शिष्यते इति भवति. अस्तु, चिन्वद्भाव अपक्षे किं भवति, तत्र एव अस्य सूत्रस्य प्रसक्तिः. सृजि दृशोर्जल्यम् अकिति इति सूत्रेण तत्र अम् आगमः भवति जलादि अकिति प्रत्यये परे. अकित् प्रत्ययः इति कृत्वा तत्र किं भवति, दृश्योगः स्यते दृश्योगः दृयोगः अयोगः श्ययोगः स्यते अम् आगमः. अम् आगमः इत्युक्ते मिदचोन्त्यात् परः इत्यनेन अन्त्यात् परः अन्त्यात् अचः परः ऋ इति अस्ति. अतः अन्त्यात् परः दृयोगः अयोगः श्ययोगः स्यते. इदानीं किं भवति, रेपः क्षम्यतां ऋकारः अकारः षकारः स्यते. ऋकारः अकारः इको यणचि इत्यनेन अकारे परे ऋकारस्य यण् आदेशः दर्श् द्रश् योगः स्यते द्रश् योगः स्यते षडोः कहसि तदेव वयं पूर्वं दृष्टवन्तः. द्रश् योगः स्यते द्रक् यो तत्र षकारस्य स्थाने ककारादेशः द्रक् योगः स्यते द्रक्ष्यते इति रूपम्. भगिनी पूर्वं प्रथमं भ्रष्ट एकनिमिषं भगिनि मम तु भ्रष्ट विस्मृतवती तत्र शकारस्य स्थाने कथं शकारः आदेशः भवति इत्युक्ते भ्रष्ट सृजामिज इति सूत्रेण षत्वं भूत्वा अनन्तरं षडोः कहसि कथं तदेव विस्मृतवती. अत्र मम संशयः अत्र पुनः समानसंशयः अस्ति यत्र यत्र चिन्वत् पक्षः अस्ति तत्र किमर्थम् अहमागमः किमर्थं न स्यात् इति न स्यात् तदेव मम अपि प्रश्नः. तर्हि अतः एव अहं तस्मात् आरब्धवती भगिनि. अत्र किमपि दत्तम् अस्ति तत्र गुणः एव गुणकार्यं पश्यामि. लघुपदगुण अपवादः अयम् इत्यादि लघुपदस्य अपवादः अस्ति इति उक्तमस्ति. ज्ञास इति भागे सामान्यतया तु गुणः भवति तस्य अपवादः अस्ति. सामान्यविहितस्य च विशेषविहितो बाधको भवति. अत्र चिन्वद्भाव नास्ति चेत् एव सृजिदृशी सूत्रं भवति. आं भगिनि. सम्यक् भगिनि, तत् सम्यक्, तदैव द्रक्ष्यते इति आगच्छति. अत्र अत्र सूत्रं वदति भगिनि, आगमे भवति जलादि अखित् प्रत्यये परे. अत्र अखित् जलादि जलादि नास्ति, अकित् अकित् अपि अकित् अपि अकित् तु अस्ति खलु, इष्यते इति अकित् अस्ति, किन्तु इडागमः भूत्वा जलादिः नास्ति. चिन्वत् पक्षे जलादिः नास्ति खलु. इत् नास्ति इति तु सत्यमेव, अकित् अस्ति, अकित् अस्ति चिन्नद्भावपक्षे, किन्तु जलादि नास्ति. किन्तु महोदयं यद्यपि महोदयमेव अपि पृच्छामः, अत्र न्यास इति भागे किं दत्तमस्ति इत्युक्ते गुणः तु आगम अवागम अमागमे कृते न भवति इति न जानामि अहं. यद्यपि महोदयं प्रायः तत् सम्यक् भगिनि, गुणकार्यं न करोति, गुणकार्यं न करोति. अग्रे भगिनी रूपाणि वदति किं भगिनि? ओ आम् आं, क्षम्यतां, विस्मृतवती. अस्तु, इदानीं तु लृट् लकारे दर्शिष्यते द्रक्ष्यते इति साधितवन्तः. लुङ् लुङ् लकारे आदर्शिष्यत इति चिन्वत् पक्षे, अपक्षे आदर्शष्यत् इदागमः भवति वा भगिनि? तद् न भवति, समानमस्ति, न भवति, तत्र नास्ति किल. अतः द्रक्ष्यत अद्रक्षत लुट् ता दर्शिता दक्षा इति भवति. द्रष्टारः अस्तु. आशीर्लिङ्गि दर्शिशीष्ट द्रक्षशीष्ट वा तत्र किम्? तत्र किं भवति पश्यामः. अत्रापि जली अस्ति खलु, शीष्ट इति आगच्छति, तत्रापि जली एव अस्ति, अकिति इति एव अस्ति. तर्हि आं तत्रापि द्रक् इति भवति एव खलु भगिनि? द्रक्षिष्ट इति भवति, द्रक्षिष्ट खलु. आं तत्र द्रक्षिष्ट अस्तु, अमागमः भूत्वा द्रक्षि अमागमः भूत्वा समीचीनम् अस्तु भगिनि. भगिनी यत्न दीदी द्रष्टा नेता इति लकारः अस्ति, किन्तु ते सुबन्तपदम् अपि अस्ति, कथं जानीमः वाक्यं दृष्ट्वा एव ज्ञातुं शक्नुमः भगिनि. किं भगिनि किं पृष्ट? तृच् प्रत्ययस्य अपि समानरूपं भवति खलु इति, द्रष्टा इति एव रूपं खलु लकारस्यपि लुट् लकारस्यपि द्रष्टा द्रष्टारो द्रष्टारः इत्येव भवति एकवचने प्रथमपुरुष एकवचने द्विवचने बहुवचने. तर्हि कथं जानीमः इति भगिन्याः प्रश्नः. ज्ञातुं न शक्नुमः, वाक्यं दृष्ट्वा एव द्रष्टुं ज्ञातुं शक्नुमः इति, रूपं दृष्ट्वा न ज्ञातुं शक्नुमः. तर्हि निर्जन्त सरला भगिनी भवत्याः क्रमः अस्ति खलु, निजन्तदातव सर्वे इकारान्ताः. अर्धधातुकलकारेषु सार्वधातुके यक् इत्यस्य प्रसक्त्या अभावात् यक् न भवति. ऋजन्तधातूनाम् अजन्त्वात् स्युतासु भावकर्मणो भगिनि केवलं भगिनि वदतु भगिनि करपत्रं वयं कृतवन्तः चिन्वत् पक्षे हेतुमति असिद्धवद् अत्र भासति चिन्वत् पक्षे तत्पर्यन्तं मित्तातव न कृतवन्तः. वयं कृतवन्तः अस्माकं मध्ये कति सप्ताहे कृतवन्तः महोदय न कृतवान्. अस्तु तावत्पर्यन्तं वदतु. अस्तु, यदि ऋजन्तधातु साधुरुजन्तधातव सार्वधातुके यक् इति कार्यं न करोति. स्युत् यदि आगच्छति तत्र इति तस्य प्रसक्तिः न भवति, कारण की तत्र अजन्त सर्वे तस्य प्रसक्तिः भवति. सर्वे ऋजन्तधातव अजन्तधातव अस्ति इकारान्त अन्ते आगच्छति, तस्य स्युत् इति सूत्रस्य प्रसक्तिः आगच्छति तत्र. किन्तु तद् भूत्वा चिन्मत् पक्ष भवति, पक्षी चिन्मत् न भवति, तृणेन निति इति तस्य कार्यम् आगच्छति, यत् चिन्मत् पक्ष भवति तस्य निति कार्यं करोति. अपि यत्र मित् धातु मित् इति गणमस्ति साधु धातुगण तस् पक्षे अपि विकल्पेन कार्यम् आगच्छति तत्र. तर्हि यत्र सामान्यतया तु निजन्तदातूनां रूपद्वयं भवति, चिन्नद्भावः अपि भवति चिन्नदपक्षे अपि भवति. किमर्थम् इत्युक्ते सर्वे निजन्तदातवः तु इकारान्ताः इति कृत्वा अनन्तरमस्ति यत्र मित् अपि सन्ति चेत् मित् इत्यनेन विकल्पेन ह्रस्वत्वं भवति इति कृत्वा रूपत्रयं भवति यत्र मित् सन्ति चेत्. अस्तु, रेणमिति इति अस्ति लोप अनिति ऋकारस्य लोप भवति अनिति, यत् अजधातुके यस्य इदागमनं भवति तत्र रेणमिति इति तस्य निमित्तम् अस्ति. तो ऋजन्तधातु यत्र चिन्मद्भावः भवति तत्र रेणमिति कार्यं करोति, कारणकि कृते असिद्धप्रसिद्धाभावात् इति सूत्रस्य कारणकि यत् इदागमः भवति तस्य असिद्धप्रसिद्धाभावात् इति सूत्रस्य अभीयकार्यं भवति तस्य कार्यं यत् अस्ति. उदाहरणसहितं वदतु भगिनि पट्टधातुं स्वीकृत्य. पठयति अस्य पट् धातु प्रक्रिया पठामि पठ धातु हेतुमति चेत् अनेन प्रेरणार्थे धातु णिच् भवति. पठयोग ई अत उपधायाम् अन्येन उपधायां वृद्धिः भवति, तो पाठी भवति इति सन्नाद्यन्तधातव नूतनधातु आदिशेकधातु भवति. पाठीयोग लिट् इति अनेन पाठिष्यते इदानीम् इदागमः भवति. शिवस्युच् इत्यनेन चिन्वत् पक्ष अपि आगच्छति. तत्र पाठीयोग ईष्यते भवति, आदेशप्रत्ययो इष्यते इति भवति, पाठयिष्यति असिद्धवत् असिद्धवत् तत्र अभात् अनेन यदागमस्य असिद्धत्वं भवति, रेण निति इत्यस्य आर्धधातुकप्रत्ययस्य यदागमो नास्ति पूर्वप्रत्ययस्य लोपः भवति पाठयिष्यते इति यदि प्रेरणार्थे हेतुमति आगच्छति तु पाठी अस्ति पाठीयोग लुट् अस्ति तु स्युट् इति कार्यं भवति तत्र कार्यं भूत्वा इडागम पुनः आगच्छति पाठीयोग ईयोगस्यते आगच्छति इष्यते भवति तत्र पाठिष्यते इदानीं रेण निति तस्य अभ्यकार्यम् इत्युक्ते निमित्तं तस्य अस्ति यस्य अनिति आर्धधातुकप्रत्ययस्य इडागमनं भवति किन्तु स्य सीयुट् इति कार्यं तस्य पूर्वम् अभवत् तस्य कार्यं रेणनिति इति न पश्य परक सूत्रमस्ति तस्य कार्यं पूर्वमेव अभवत् सो रेणनिति तस्य पूर्वसूत्रमस्ति तत् समानाश्रितम् पूर्वं परम् इति न वदामः अत्र अस्तु समानाश्रित अभियकार्यम् इति भूत्वा रेणनिति इति तस्य दृष्ट्यां स्य स्यूट् तस्य कार्यं असिद्धमस्ति असिद्धमस्ति अत्र रेणनिति कार्यं करोति पाठीयोग तस्य इकारस्य लोपः भवति पूर्व इकारस्य सो पाठिष्यते इति भवति एक इकारस्य तादृशभावकर्मणोः चिन्वदिच्छ इति सूत्रस्य अनुवृत्तिः निमित्तम् अस्ति आर्धधातुके इति अस्ति खलु नेरनटि तस्य आर्धधातुके इति एव अस्ति खलु आर्धधातुके इति निमित्तम् अस्ति नेरनटि इत्यस्य अपि आर्धधातुके प्रत्यये परे इति एव अस्ति तर्हि समानाश्रितम् अस्ति आर्धधातुके इति आश्रयः तु समानः अस्ति निमित्तं तु समानम् अस्ति अनन्तरम् अस्ति अभीय उभौ अपि आभीयकार्यौ स्तः उभयपि आभीयकार्ये स्तः इति स्मर्तव्यम् इति कृत्वा स्यचित् सीयुटासिषु इत्यनेन इडागमः अभवत् तथापि नेरनिति तम् इडागमं न पश्यति इति कृत्वा अनिट् अनिट् कार्यम् इति चिन्तयति पाठीयोगः इष्यते इत्यस्य चिन्वत् इडागम यत्र इडागमः जातः तद् इडागमं न पश्यति कार्यं न पश्यति चिन्वत् कार्यं न पश्यति इति कृत्वा चिन्वद्भावकार्यं न पश्यति इति कृत्वा अनित् प्रत्ययः परे अस्ति इति चिन्तयित्वा णेः लोपं कारयति तर्हि तस्य णिच् प्रत्ययस्य लोपं भूत्वा पाठयोगः इष्यते पाठिष्यते इति रूपं साधयामः प्रश्नः अस्ति किम् अत्र कुतः यद्यपि सामान्यतया पश्यामश्चेत् इडागमः तु जातः तर्हि अनिट् तु नास्ति खलु अनिट् इति कथं वक्तुं शक्नुमः यत्र चिन्वद्भावः अस्ति तत्र तु अनिट् नास्ति तथापि नेरनिति इत्यस्य दृष्ट्या अनिट् एव पश्यति किमर्थमित्युक्ते चिन्वद्भावस्य इडागमं न पश्यति मम एकः प्रश्नः अस्ति यथा हेतुमति पूर्वं कार्यं करोति अत्र उपधाया भूत्वा स्यस्युत् इति चिन्वद्भावः पुनः भवति साधु प्रथमं तु हेतुमती च इत्यनेन इदागमः तु निच्छस्ति इति कृत्वा नूतन दातुं साधितवन्तः यदि चिन्वत् भावः भवति पुनः चिन्वत् इति भूत्वा कार्यं न भवति वा पुनः केवलम् उपदेशे अवस्थायां इदानीम् अवगत् मम प्रश्नः आसीत् पूर्वं हेतुमति च पाठी इति निच् प्रत्यय योजित्वा अत्र उपधाय तस्य कार्यम् अभवत् साधु यदि सियुट् इति आगच्छति चिन्वत् पुनः आगच्छति तु द्वितीयवारं चिन्वत् विकार आगच्छति तु द्वितीयवारं रित् भूत्वा अन्यकार्यं न भवति यथा पाठी अस्ति तत्र पुनः पुगन्तलघु इति पाठिनी अचोन्यन् इति कार्यं न करोति वा? न कर्तुं शक्नोति, किन्तु तद् प्रभाद्य नेरेनेडि इति आगत्य लोपं परम् अस्तु कारयति. आम् अस्तु अस्तु अत्र अस्तु रूपाणि वदतु भगिनी, पक्षे रूपाणि वदतु. अस्तु पाठिष्यते इति अस्ति यस्मिन् पक्षे चिन्वद्भावः भवति, यस्मिन् पक्षे चिन्वद्भावः न भवति तत्र अस्ति पाठी योगस्यते. साधु पाठिष्यते अपाठिषत लृङ्लकारे भवति, लिट् लकारे किमस्ति लिट् लक् तास् आगच्छति तत्र पाठिता भवति, तत्र यत्र सियुट् आगच्छति तत्र भवति पाठशिष्ट. उत्तमं भगिनि, समीचीनं भगिनि. वाक्यानि अपि वदतु भगिनि, वयं गते सप्ताहे न कृतवन्तः. अस्तु पाठिष्यति श्वः श्वः महोदयने प्रथमं किं कुर्मः इत्युक्ते कर्तरिप्रयोगे वयं निश्चुपयुज्य कुर्मः, तदनन्तरं वयं कर्तरिप्रयोगे लट्लकारे कुर्मः, तर्हि दोषः न भवति. हेतुमति हेतु अस्तु श्वः अहं समासवर्गस्य गृहपाठं गृहकार्यं पाठिष्या श्वः मया भवति खलु हेतु मया स्वयं श्वः मया पाठ समासपाठ पाठ्यते मया समासपाठः कः पाठिष्यति श्वः अध्यापकः अत्र क्षम्यतां भगिनि गतिबुद्धिः इति सूत्रेण द्विकर्मकः भवति खलु, तर्हि निच् प्रत्यये परे तत्र पट् धातोः तु गतिबुद्धि अवसाने शिक्षणेन अध्यापकः पाठं बालान् पाठं पाठयति इति वाक्यम्. अधुना वयं भविष्यत्कालरूपेण वदामः चेत् अध्यापकः छात्रान् पाठं छात्रेण इति न भवति गतिबुद्धि इति सूत्रेण, तर्हि छात्रान् पाठं पाठयिष्यति इति पाठयिष्यति. अधुना अस्माकं कर्मणि भावे च किं कथं भवति, अध्यापकेन छात्राः अध्यापकेन छात्राः पाठं पाठयिष्यते इति भवति खलु, पाठिष्यते इति भवति पाठयिष्यन्ते भगिनि छात्राः न छात्राः अध्यापकेन छात्राः पाठयिष्यन्ते न छात्राः इति न भवति पाठः इति भवति, मुख्यकर्मपदं पाठः अस्ति, तर्हि पाठः छात्रान् अध्यापकेन छात्रान् पाठः पाठिष्यते पाठिष्यते पाठिष्यते पाठयिष्यते छात्राः इति गौणकर्मपदम् अत्र पाठः इति मुख्यकर्मपदम् अस्ति इति कृत्वा पाठयिष्यते या पाठिष्यते भगिनि पाठयिष्यते चिन्वत्पक्षे पाठिष्यते इति चिन्वत्पक्षे पाठिष्यते अस्तु भगिनि. अत्र द्वे ईकारः सन् स्तः परन्तु एक एव उपयुक्तम् आवश्यते. अस्तु भगिनि अस्तु अग्रिमसप्ताहे अग्रे पश्यामः किं अस्तु धन्यवादः धन्यवादः भगिनि.